पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 94। कुञ्चल उवाच, श्रूयदामभिधास्यामि तत्सर्वं कारणं सुद यस्मात्तौ तादृशौ जातौ स्वमांसपरिभक्षकौ। सर्वत्र कारणं कर्म, शुभाशुभं न संशयः। पुण्येन कर्मणा पुत्र नरसौख्यं प्रभुञ्जति, दुष्कृतं भुञ्जते चात्र पापयुक्तेन कर्मणा। सूक्ष्मवर्त्म विचार्यैवं शास्त्रज्ञानेन चक्षुषा स्थूलधर्मं प्रदृष्ट्वैव सुविचार्य पुनः पुनः। समारभेन्नरकर्म मनसा निपुणेन च समूर्तिकारकशिल्पी रसमावर्तयेद्यता। अग्नेश्च तेजसा पुत्र ज्वालाभिश्च समन्तदः। द्रवीभूतो भवेद्धातुर्वह्निना तापितशनैः। यादृशं वत्स भक्ष्यन्तु रसपक्वं निषेच्यते, तादृशं जायते वत्सरूपं चैव न संशयः। यादृशं क्रियते कर्म तादृशं परिभुञ्च्यते। कर्म एव प्रधानं यद्वर्षारूपेण वर्तते। क्षेत्रेषु यादृशं बीजं वपदे कृषिकारकः तादृशं भुञ्जते तादफलमेव न संशयः। यादृशं क्रियते कर्म तादृशं परिभुज्यते। विनाशहे दुःकर्मास्य सर्वे कर्मवशा वयं। कर्म दायादका लोके कर्म सम्बन्धिबान्धवाः। कर्माणि चोदयन्तीह पुरुषं सुखदुःखयोः। सुवर्णं रजतं वापि यथारूपं निषिच्यते, तथा निषिच्यते जन्तुपूर्वकर्मवशानुगः। पञ्चैतानि ह दृश्यन्ते गर्भस्थस्यैव देहिनः। आयुकर्म च वित्तं च विद्यानि धनमेव च। यथा मृत्पिण्डकं कर्ता कुरुते यद्यदिच्छति, तथा कर्मकृतं चैव कर्तारं प्रतिपद्यते। देवत्वमधमानुष्यं पशुत्वं पक्षितां तथा तिर्यक्त्वं स्थावरत्वं वा यादि जन्तुस्वकर्मभिः। स एव तु तथा भुङ्क्ते नित्यं विहितमात्मनः। आत्मना विहितं दुःखमात्मना विहितं सुखं। गर्भशय्यामुपादाय भुञ्जते पूर्वदेहिकम्। पूर्वदेहकृतं कर्म न कश्चित् पुरुषोत्तमः। बलेन प्रज्ञया वापि समर्थः कर्तुमन्यथा। स्वकृतान्येव भुञ्जन्ति दुःखानि च सुखानि च। हेतुतः कारणैर्वापि सोऽहं कारेण बाध्यते। यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्, तद्वच्चुम्भाशुभं कर्म कर्तारमनुगच्छति। उपभोगादृदे यस्य नाश एव न विद्यते। प्राक्तनं बन्धनं कर्म कोऽन्यथा कर्तुमर्हति। सुशीघ्रमनुधावन्तं विधानमनुधावति, शोभदे सन्निपादेन यथा कर्म पुरा कृतम्। उपतिष्ठति तिष्ठन्तं गच्छं तमनुगच्छति। करोति कुर्वध कर्म चायेवानुविधीयते। यथा छाया तपौ नित्यं सुसम्बद्धौ परस्परम्। उपसर्गा हि विषया उपसर्गा जरादयः। पीडयन्ति नरं पश्चात् पीडितं पूर्वकर्मणा। येन यत्रोपभोक्तव्यं दुःखं वा सुखमेव च। स तत्र बद्ध्वा रज्ज्वेव बलाद्दैवेन नीयते। दैवं प्राहुश्च भूतानां सुखदुःखोपपादनम् अन्यथा कर्म तच्चिन्त्यं जाग्रदस्वपदोऽपि वा अन्यथा स्यद्युदे दैवं बध्यते च जिकांसति शस्त्राग्निविषदुर्गेभ्यो रक्षितव्यं सुरक्षति यथा पृथिव्यां बीजानि वृक्ष गुल्मतृणान्यपि तथैवात्मनि कर्माणि तिष्ठन्ति प्रभवन्ति च तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति कर्मक्षयात्तथा जन्तो शरीरं नाशमृच्छति कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतम् विविधा प्राणिनां रोगास्मृतास्तेषां च हेतवः तस्मात्तत्त्वप्रधानस्तु कर्म एव हि प्राणिनां यत्पुरा क्रियते कर्म तदिहैव प्रभुज्यते यत्त्वया दृष्टमेवापि पृच्छिदं तादसाम्प्रतं तस्यार्थं तु मया प्रोक्तं भुञ्जादे तौ हि साम्प्रतम् आनन्दे कानने दृष्टं तयोः कर्मसुदारुणं तयोश्चेष्ठां प्रवक्ष्यामि शृणु वत्सप्रभाषदः कर्म भूमिरियं ताद अन्या भोगार्थभूमयः सर्गादीनां महाप्राज्ञ तासु गत्वा सुभुञ्जति सूत उवाच चौलदेशे महाप्राज्ञः सुबाहुर्नाम भूमिपः रूपवान् गुणवान् धीरपृथिव्यां नास्ति तादृशः विष्णुभक्तो महाप्राज्ञो वैष्णवानां च सुप्रियः कर्मणा त्रिविधेनापि प्रध्यायन् मधुसूदनम् अश्वमेधातिकान्यज्ञान्यजेद सकलान् नृप पुरोधास्तस्य चैवास्ति जैमिनिर्नाम ब्राह्मणः स चाहूय सुबाहुं तमिदं वचनमब्रवीद राजन् देहि सुदानानि यै सुखं तु प्रभुञ्ज्यद दानैस्तु तरदे लोकान् दुर्गान् प्रेत्य गदो नरः दानेन सुखमाप्नोति यश प्राप्नोति शाश्वतम् दानेन चादुला कीर्तिर्जायते मृत्युमण्डले यावत् कीर्तिस्थिता चात्र तावत् कर्ता दिवं वसेत् तद्दानं दुष्करं प्राहुर्दातुं नैव प्रशक्यते तस्मात् सर्वप्रयत्नेन दातव्यं मानवै सदा सुबाहुरुवाच दाना च तपसो वापि द्वयोर्मध्ये सुदुष्करं किं वा महद्फलं प्रेत्य तन्मे ब्रूहि द्विजोत्तम जैमिनिरुवाच दानान्न दुष्करतरं पृथिव्यामस्ति किञ्चन राजन् प्रत्यक्षमेवैकं दृश्यते लोकसाक्षिकं परित्यज्य प्रियान् प्राणान् धनार्थं लोभमोहिताः प्रविशन्ति नरालोके समुद्रमडवीं तथा सेवमान्ये प्रबध्यन्ते श्व वृत्तिरिति या स्थिता हिंसा प्रायां बहुक्लेशां कृषिं चैव तथा पुरा तस्य दुःखार्जितस्यापि प्राणेभ्योऽपि गरीयसः अर्धस्य पुरुषव्याघ्र परित्यागः सुदुष्करः विशेषदो महाराज तस्य न्यायार्जितस्य च श्रद्धया विधिवत्पात्रे दत्तस्यान्दो न विद्यते श्रद्धाधर्मसुधा देवी पावनी विश्वतारिणी सावित्री प्रसवित्री च स संसारार्णवतारिणी श्रद्धया साध्यते धर्मो महद्भिर्नार्थराशिभिः निष्किञ्चनास्तु मुनय श्रद्धा धर्मा दिवं गदाः सन्ति दानान्यनेकानि नानाभेदैर्नृपोत्तम अन्नदानात् परं नास्ति प्राणिनां गदिदायकम् तस्मादन्नं प्रदातव्यं पयसा च समन्वितं मधुरेणापि पुण्येन वचसा च समन्वितं नास्त्यन्नात्तु परं दानमिह लोके परत्र च तारणाय हितायैव सुखसम्पत्तिहेदवे श्रद्धया विधिवत्पात्रे निर्मलेनापि चेतसा अन्नैकस्य प्रदानस्य फलं भुङ्क्ते भवेन्नरः ग्रासाद्ग्रासं प्रदातव्यं मुष्टिप्रस्थं न संशयः अक्षयं जायते तस्य दानस्यापि महाफलं न च प्रस्थं न वा मुष्टिं नरस्य हि न सम्भवेद अनास्तिक्यप्रभावेण पर्वणि प्राच्यमानवः श्रद्धया ब्राह्मणं चैकं भक्त्या चैव प्रभोजयेद एकस्याभिप्रधानस्य अन्नस्याभिप्रजेश्वर जन्मान्तरं सुसम्प्राप्य नित्यं चान्नं प्रभुञ्चति पूर्वजन्मनि यद्दत्तं भक्त्या पात्रे सकृन्नरैः जन्मान्तरं सुसम्प्राप्य नित्यमेव भुनक्री च अन्नदानं प्रयच्छन्ति ब्राह्मणेभ्यो हि नित्यशः मिष्ठान्नपानं भुञ्जन्ति ते नरा अन्नदायिनः अन्नमेव वदन्त्यदर्शयो वेदपारगाः प्राणभूतं न सन्देहममृताद्धिसमुद्भवम् प्राणास्तेन प्रदत्ता हि येन चान्नं समर्पितम् अन्नदानं महाराज देहित्वं तु प्रयत्नदः एवमाकर्ण्यवैराजा जैमिनेस्तु महात्मनः पुनः पप्रच्छ तं विप्रं जैमिनिं ज्ञानपण्डितम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुर्नवतितमोऽध्यायः ॐ